नमस्कारः सर्वेषां. गतवर्गे अस्माभिः किञ्चित् स्थूलरीत्या अवच्छेदक अवच्छेद्यभावस्य विषये परिशीलितमासीत्. तत्र सर्वे पश्यन्तु, एकविंशतितमपृष्ठे अवच्छेदकत्वपदार्थवर्णनम् इति अस्ति. तत्र वयं दृष्टवन्तः यत् प्रतियोगिता कुत्र वर्तते इति चेत्, प्रतियोगिता प्रतियोगिनी वर्तते. यस्य अभावः अस्ति तम् अभावं प्रति सः एव वस्तु अथवा सः एव पदार्थः प्रतियोगी भवति इति वयं दृष्टवन्तः. इत्युक्ते घटः अस्ति, घटाभावः भवति चेत् तत्र घटः प्रतियोगी, तस्मिन् प्रतियोगिता वर्तते घटाभावं प्रति. घटाभावस्य प्रतियोगिता कुत्र वर्तते इति चेत् घटे, अतः घटः प्रतियोगी इति जानीमः. इति एकं नूतनं पदम् अस्माभिः लक्षितं, प्रतियोगी, अपि च अनुयोगी अपि तथा. अनुयोगिता कुत्र वर्तते अभावे, तर्हि अभावः अनुयोगी इति अस्माभिः दृष्टमासीत्. अपि च प्रतियोगिता बहुत्र वर्तते खलु, प्रत्येकम् अभावस्य प्रतियोगिता वर्तते एव कुत्रचित्. तर्हि एका प्रतियोगिता अपरस्याः भिन्ना इति कथं जानीमः इति प्रश्नः. यथा अस्माभिः दृष्टं, सामान्यजलाभावस्य प्रतियोगिता सामान्यजले, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले. परन्तु त्रयाणामपि अभावानां जलमेव प्रतियोगी. तर्हि वयं कथं ज्ञातुं शक्नुमः एका प्रतियोगिता अपरस्याः भिन्ना? तदर्थं किञ्चित् अवच्छेदकत्वपदार्थवर्णनम् इत्यस्य विषये चर्चितवन्तः. तत्र अवच्छेदक अवच्छेद्यभावः इति विषयः आगतः आसीत्. तर्हि एवं कुर्मः, एकविंशतितमे समपृष्टस्य अन्तिमपरिच्छेदं पश्यन्तु कृपया. अस्तु, नूतनतया केन केन आगतम्? भगिनी सरला अस्मि. भगिनी सुमित्रा अस्मि भगिनी, नमस्कारः. नमस्कारः भगिनी. अनन्तरं कोऽपि अस्ति वा? अस्तु, तर्हि अवच्छेदकपदार्थवर्णनम् इति यदस्ति एकविंशतितमपृष्ठे, तस्मात् आरभ्य अन्तिमपरिच्छेदात् आरभ्य पठेम. विद्या भगिनी आरब्धुम् इच्छति वा? इदानीं किं तेन, इदानीं किं तेन योग्येन पात्रेण कृतं, द्रोणपञ्चकं पञ्चकपरिमितं क्षीरं बृहत् पात्रात् पात्रगतक्षीरात् पृथक् कृतं, पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं, केन एवम् अस्माभिः अवगतं, पात्रेण, तद् हि पृथक् करोति, इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकं, क्षीरं च अवच्छेद्यं भवति, क्षीरे अवच्छेद्यता, पात्रे च अवच्छेदकता, तयोः निरूप्यनिरूपकभावः अस्ति. अत्र पूर्वं तत्र वयं दृष्टवन्तः उदाहरणं, तत्र क्षीरविक्रेता आगता, तत्र द्रोणपञ्चकं क्षीरं क्रेतुम् इच्छामः चेत् तत्र द्रोणपञ्चकं परिमितं पात्रं क्षीरविक्रेतायाः पुरतः स्थापयामः चेत् तर्हि तत्र बृहत् पात्रात् द्रोणपञ्चकं क्षीरं विक्रेता तस्मिन् पात्रे स्थापयति इति वयं दृष्टवन्तः. तत्र बृहत् पात्रात् तत्र द्रोणपञ्चकं क्षीरं तस्मिन् पात्रे स्थापयति इति कृत्वा तेन क्षीरं पृथक् कृतं, पात्रेण क्षीरं पृथक् कृतं. तर्हि तेन किम् अवगच्छामः इति चेत्, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् इति कृत्वा तत्र पात्रेण क्षीरस्य भेदः ज्ञातुं शक्नुमः, भेदं ज्ञातुं शक्नुमः पात्रेण. तर्हि पात्रमेव तत्र क्षीरस्य क्षीरं पृथक् करोति, इदं क्षीरम् अन्यात् पृथक् इति बोधयति. तर्हि तत्र पात्रम् अवच्छेदकं, क्षीरस्य अवच्छेदकम् इत्युक्ते पृथक् करोति. अनन्तरं क्षीरम् अवच्छेद्यं, क्षीरे अवच्छेद्यता अस्ति, पात्रे अवच्छेदकता अस्ति. तयोः सम्बन्धः साकाङ्क्षपदार्थः निरूप्यनिरूपकभावः अस्ति. तर्हि पात्रनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रयः क्षीरम् इति वक्तुं शक्नुमः, अथवा क्षीरनिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकता आश्रयः पात्रम् इति अपि वक्तुं शक्नुमः. हा, बहु समीचीनमस्ति भगिनि. अस्तु, तर्हि भगिन्याः सर्वम् उक्तम्. अत्र कोऽपि प्रश्नः वा कस्यचित्? भगिनी कृपया पुटसङ्ख्या एकवारं, जालपुटं किम् इति. एकविंशति इति. एकविंशति, अस्तु. अनन्तरं केन आगतं नूतनतया? नमस्ते भगिनि, अहं सङ्गीता. अपि च मम प्रार्थना अस्ति, कृपया पञ्चनिमेषात् पूर्वम् अथवा समये एव आगच्छन्तु. यतो हि पश्यन्तु, भगिनी एकपरिच्छेदं सम्पूर्णतया प्रतिपादितवती अधुना पञ्चनिमेषेषु एव, पञ्च अथवा दशनिमेषेषु. तर्हि भगिनी गीताप्रवेशवर्गः किञ्चित् विलम्बेन एव समापितवान्, अतः एवं वा डिन्नर् कृत्वा आगत्य किञ्चित्. ओ अस्तु अस्तु भगिनि, आसीत्, क्षम्यतां भगिनि. न न चिन्ता नास्ति भगिनि. तर्हि तादृशी समस्या अस्ति चेत् किञ्चित् चिन्तयामः किं करणीयम् इति. न न, ऐ थिङ्क् फ्रम् नेक्स्ट् वीक् आन्वर्ड्स् इट् इस् अर्लि, सो दिस् प्राब्लम् शुड् नाट् हेपन्. इट् इस् ओवर् बै 8 ऐ गेस्. अस्तु अस्तु भगिनि, चिन्तयामः. अस्तु, एनिवे, एकविंशति इति पृष्ठसङ्ख्या, तत्र भगिनी अधुना, विद्याभगिनी अधुना अन्तिमपरिच्छेदं पठितवती. अस्तु, तत्र सारांशत्वेन वदामि, क्षीरम् अस्ति, क्षीरम् इत्युक्ते मिल्क्. अस्तु, क्षीरं बृहत् पात्रे अपि अस्ति, लघुपात्रे अपि अस्ति क्षीरम्. एक क्षीरं दृष्ट्वा केवलं क्षीरस्य दर्शनेन एकं क्षीरम् अपरस्मात् भिन्नम् इति न वक्तुं शक्नुमः. पात्रं दृष्ट्वा एव वक्तुं शक्नुमः, अस्तु, बृहत् पात्रगतक्षीरं भिन्नं, लघुपात्रगतक्षीरं भिन्नम् इति. तदर्थं पात्रम् अवच्छेदकम्. अवच्छेदकम् इत्युक्ते यद् अवच्छेदनकार्यं करोति. गायकः, गायिका इति अस्ति खलु, ण्वुल् प्रत्ययः, यः कोऽपि गायति, तद्वद् अवच्छेदकम् इत्युक्ते यः कोऽपि अवच्छेदयति अथवा यत्किमपि अवच्छेदयति तद् अवच्छेदकम्. अवच्छेदकम् इत्युक्ते यद् भिन्नतां प्रदर्शयति. तर्हि पात्रम् अवच्छेदकं, क्षीरम् अवच्छेद्यं, क्षीरे भिन्नता अस्ति. पात्रस्य आधारेण जानीमः यद् बृहत् पात्रगतक्षीरं भिन्नं, लघुपात्रगतक्षीरं भिन्नं. तर्हि क्षीरम् अवच्छेद्यम्. अस्तु अस्तु, तर्हि अस्य महत्त्वं किम् इति अग्रे पश्येम. वयं किमर्थं अवच्छेदकम् अवच्छेद्यम् इत्यस्य विषये चर्चयामः, अपि च अवच्छेद्यता कुत्रचित् अस्ति, अवच्छेदकता कुत्रचित् अस्ति, एतत् सर्वं किमर्थं चर्चयामः इति अग्रे अस्ति. अस्तु, अग्रे गन्तुं शक्नुमः वा अधुना? अस्तु, समीचीनं. हा, प्रश्नः अस्ति? न भगिनि, न. अस्तु, समीचीनम्. भगिनी वदतु, तर्हि क्षम्यतां, तत्र क्रेता इति ऋकारान्तपदम् अस्ति खलु? सत्यं भगिनि. ओ अस्तु अस्तु, अहं स्त्रीलिङ्गम् इति चिन्तितवती. अस्तु, क्षम्यताम्. हा, विक्रेतुः इति वक्तव्यम् आसीत्. हा, विक्रेतुः, क्षम्यताम्. चिन्ता नास्ति, षष्ठीविभक्त्यम्. अस्तु, अग्रे सरेम. अस्तु, अवच्छेदक अवच्छेद्यभावस्य प्रयोगः अभावस्थले कथं भवति इति. रघुपतिमहोदय अग्रिम पुटे प्रथमपरिच्छेदं पठति वा? अवच्छेदकत्व पदार्थवर्णनं महोदय अग्रिमपृष्ठे. अतः इदानीं शास्त्रे, इदानीं प्रतियोगिता अवच्छेदकं किं भवति? इदानीं शास्त्रे एतादृश अवच्छेद अवच्छेद्य अवच्छेदकभावः भावस्य किं प्रयोजनमिति पश्यामः। अभावानां सामान्यभावः, विशेषभावः, विशेषविशेषभावः इत्येवं विभागः अनुपदम् एवम् अस्माभिः चिन्तितः। जलसामान्यभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजलाभावस्य वृष्टिजले, स्वातीनक्षत्रीयवृष्टिजलाभावस्य च प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले इति तत्र स्थितम्। तासां प्रतियोगितानाम् अस्ति भेदः। जलाभावनिष्ठ अनियोगितानिरूपितप्रतियोगिता जलनिष्ठ अन्या, वृष्टिजल अभावनिष्ठ अनियोगितानिरूपितप्रतियोगिता वृष्टिजलानिष्ठ ततः भिन्ना। एवं तृतीयेऽपि, परन्तु स भेदः कथं ज्ञायते? किञ्चित् महोदय खण्डशः पठित्वा अधुना वदतु। इदानीं शास्त्रे एतादृश अवच्छेद्य अवच्छेदकभावस्य किं प्रयोजनम् इति पश्यामः। वयं पठितवन्तः अवच्छेदकता अवच्छेद्यता, अत्र कस् तस्य प्रयोजनं किम् इति अत्र अत्र वर्णितम्। अभावानां सामान्य अभावः, विशेषभावः, विशेषविशेषभावः इत्येवं विभागः अनुपदम् एवम् अस्माभिः चिन्तितः। वयं चिन्तितवन्तः, दृष्टवन्तः अभावानां कति रूपाणि सन्ति इति, सामान्य अभावः, विशेष अभावः, विशेषविशेष अभावः। जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति। वयं दृष्टवन्तः जलसामान्यस्वभावः जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति। वृष्टिजलेपि अस्ति, तडागजले अपि अस्ति, स्वातिनक्षेत्रे वृष्टिजले अपि अस्ति। तासां प्रतियोगिताम् अस्ति, तासां प्रतियोगितानां कासां प्रतियोगितानाम्? अत्र प्रतियोग पूर्वस्मिन् वाक्ये प्रतियोगितात्रयं निर्दिष्टं खलु महोदय? काः प्रतियोगिताः? जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति। वृष्टिजले वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव अस्ति। स्वातीनक्षत्रीयवृष्टिजले अस्ति, स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता केवलं स्वातीनक्षत्रीयवृष्टिजले इति तत्र स्थितम् इति वयं दृष्टवन्तः। तर्हि तत्र तिस्रः प्रतियोगिताः खलु? तिस्रप्रतियोगिताः तासां प्रतियोगितानाम् अस्ति भेदः। जलाभावनिष्ठ अनियोगिता जलाभावनिष्ठानुयोगितानिरूपितप्रतियोगिता जलनिष्ठा अन्या, वृष्टिजलाभावनिष्ठ अनियोगितानिरूपितप्रतियोगिता वृष्टिजलानिष्ठ ततः भिन्नः। एवं करोतु, तर्हि विंशतितमपृष्ठे एकं चित्रमस्ति, तत् पश्यतु। पृष्ठसङ्ख्या 20 इति, तत्र उपरितनभागे एकं चित्रमस्ति, पश्यति वा? तत्र घटः इति नास्ति, पृष्ठसङ्ख्या, पी डि एफ़् पृष्ठसङ्ख्या इति न, पुस्तकस्य पृष्ठसङ्ख्या 20। हा, पी डि एफ़् मध्ये एव 20 इति अस्ति खलु, पृष्ठसङ्ख्या 20, विद्याधरी पृष्ठसङ्ख्या 20, तत्र एकं चित्रमस्ति। हा हा, वृष्टिजलनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः। हा, एवं वा? हा, समीचीनं महोदय। तर्हि इदानीं वदतु, वृष्टिजलनिष्ठ अभावः कीदृशी? वृष्टिजलनिष्ठ अभावः, क्षम्यतां, प्रश्नः समीचीनं, वृष्टिजलनिष्ठप्रतियोगिता कीदृशी? अभावनिष्ठ अनियोगितानिरूपित वृष्टिजलनिष्ठप्रतियोगिता वृष्टिजलनिष्ठप्रतियोगिता इत्येव भवता अधुना पठितं खलु. अधुना जलाभावः अस्ति चेत् किं वदति? जलाभावनिष्ठ अनुयोगिता निरूपित जलनिष्ठप्रतियोगिता. जलनिष्ठप्रतियोगिता इत्येव भवता पठितम् अधुना अग्रे अन्तिमवाक्ये. अस्तु, पुनः गच्छतु तत्र पृष्ठसङ्ख्या 22 इति. यत्र भवान् एकनिमिषम्. जलाभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता जलनिष्ठ अन्या वृष्टिजलाभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता वृष्टिजल वृष्टिजल ततः भिन्ना. जलाभावसामान्यजले वृष्टिजलाभावनिष्ठ प्रतियोगिता सामान्यजलाभाव इति सत्यं महोदय. वृष्टिजलनिष्ठ वृष्टिजलनिष्ठप्रतियोगिता सामान्य अभावं सामान्यजलाभावं निवारयितुं शक्नोति इति सत्यं. परन्तु वयम् अत्र किं चर्चयामः? प्रतियोगिता भिन्ना अस्ति न वा? हा, प्रतियोगिता भिन्ना अस्ति. भिन्ना अस्ति खलु. यद्यपि वृष्टिजलनिष्ठप्रतियोगिता जलसामान्याभावं निवारयितुं शक्नोति, तथापि अत्र वाक्यं पश्यतु. एका प्रतियोगिता जलाभावनिष्ठ अनुयोगिता निरूपिता, अपरा प्रतियोगिता वृष्टिजलाभावनिष्ठ अनुयोगिता निरूपिता, किल? तृतीया प्रतियोगिता तु स्वातीनक्षत्रीय वृष्टिजलनिष्ठ अनुयोगिता निरूपित स्वातीनक्षत्रीय वृष्टिजलाभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिता. तर्हि तिस्रः प्रतियोगिताः भिन्नाः सन्ति न वा? भिन्नाः सन्ति इति. यद्यपि वृष्टिजलेन सामान्यजलाभावं निवारयितुं शक्नुमः, तथापि सा प्रतियोगिता भिन्ना खलु? भिन्नः इति वार्ता. यथा क्षीरस्य भिन्नतां प्रदर्शयितुं पात्रस्य उपयोगं कृतवन्तः, तर्हि अधुना चिन्तनीयं प्रतियोगितायाः भिन्नतां प्रदर्शयितुं किं कुर्मः इति. अस्तु, तदर्थमेव अवच्छेदक अवच्छेद्यभावः इति अस्ति. अस्तु, न जाटिल्यं किमपि नास्ति. अग्रिम पूर्वस्मिन् पृष्ठे यथा आसीत् पात्रे अवच्छेदकता अस्ति, क्षीरे अवच्छेद्यता अस्ति. अधुना चिन्तयामः क्षीरस्य स्थाने प्रतियोगिता इति स्थापयतु. अस्तु, प्रतियोगिता भिन्ना अस्ति, अवच्छेद्या अस्ति, तर्हि पात्रस्य स्थाने किं स्यात् इति चिन्तनीयं. तावदेव. यतोहि सर्वाः प्रतियोगिताः समानाः न, यथा सर्वं क्षीरं समानं नास्ति तथा. अस्तु, तर्हि अधुना चिन्तयामः. अस्तु, अग्रे सरेम वा? कोऽपि प्रश्नः एतावता कस्यचित्? अभावः इति विषयः जटिलः इति दृश्यते, किन्तु वस्तुतः नास्ति तथा. मन्दं मन्दमेव गच्छामः. प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. अस्तु, अपि च सर्वेषां पार्श्वे PDF एव अस्ति खलु? पुस्तकम् इति न स्यात् इति मन्ये. पुस्तकं कृतवती. पुस्तकमस्ति. रविमहोदयस्य पार्श्वे स्यात्. विद्या भगिनी, भवती कुतः कृतवती? भारतात् वा? आं भगिनि, भारतात्. कुत्र भगिनि भारते? बेङ्गलूरु नगरे, गिरिनगर. ओ अस्तु, तर्हि भवती अक्षरं गत्वा क्रीतवती. हा हा. अस्तु, तर्हि एका सूचना प्राप्ता, सुमित्रा भगिनी भवती अपि पृष्टवती, अन्ये अपि पृष्टवन्तः, तत्र विंशति दिनानाम् अभ्यन्तरे प्रायः अग्रिममासे विद्याधरी पुस्तकस्य नूतनं प्रिण्ट् भवति, अपि च प्रायः वेब्सैट् संस्कृतभारती वेब्सैट् मध्ये लभ्यते इति भाति. अस्तु भगिनि, पश्यामः. अस्तु, पी डि एफ़् मध्ये पृष्ठ अग्रिमपृष्ठं गच्छतु, अन्तिमपृष्ठं गच्छतु, एतत् सर्वं जटिलमेव. तर्हि अस्तु, पुस्तकं क्रीणन्तु. अस्तु, यावत् शक्यं. समीचीनम् अस्ति महोदय, जालपुटे, संस्कृतभारती जालपुटे. संस्कृतभारती भारतीयजालपुटे वा? हा, डाट् इन् अस्ति वा? अस्ति, जालपुटम् अस्ति महोदय, किन्तु जालपुटे बुक् स्टोर् मध्ये प्रायः न स्यात् इति मम चिन्तनम्. अहं सम्पर्कं कृतवान् किन्तु नास्ति इति. तथा न स्यात्. आं, सत्यं महोदय, प्रायः अग्रिममासे आगच्छति इति सूचना प्राप्ता अस्माभिः. अस्तु, पश्यामः. अहं पी डि एफ़् बुक् कृतवती भगिनि, प्रिण्ट् कृत्वा. अस्तु, तदपि समीपे चिन्ता नास्ति किल? किन्तु 56 पेजस् एव अस्ति. न न, फुल् बुक् 500 पेजस् का बुक् किल? ओ अस्तु अस्तु, प्रिण्ट् कृतवती. तदपि उपयोगं कर्तुं शक्नोति. सत्यं सत्यं भगिनि, धन्यवादः. अस्तु, विजय भगिनी भवती एव अग्रे पठतु यद्यपि. आं भगिनि, अस्तु. यद्यपि स्वातीनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले, वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ. अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः. तथापि जलं नास्ति इति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते, स्वातीनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति. अतः आश्रयभेदेन प्रतियोगितभेदं न साध्यं न साधयितुं प्रभामः. विचारम् एनं चित्ररूपेण पश्यामः. यद्यपि स्वातीनक्षत्रीवृष्टिजल अभावस्य प्रतियोगिता वयम् अधुना दृष्टवन्तः, स्वातीनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव अस्ति. स्वातीनक्षत्रीयवृष्टिजल अभावस्य निवारणं कर्तुं स्वातीनक्षत्रीयवृष्टिजले वृष्टिजले आनेन निवारणं कर्तुं शक्नुमः. तद्वत् वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन्. वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव अस्ति, अन्यस्मिन् जले सामान्यजले प्रतियोगिता नास्ति. जले इति प्रतियोगिता आश्रयम् उभयत्र भिन्नः. आदौ वृष्टिजल अभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव अस्ति. तद्वत् वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव न अन्यत्र अस्ति. इति कारणेन प्रतियोगितयोः आश्रयः उभयत्र भिन्नः. आदौ आश्रयः स्वातीनक्षत्रीयवृष्टिजलम्, अनन्तरं वृष्टिजल अभावस्य प्रतियोगिता तस्मात् भिन्नः अस्ति. अतः वृष्टिजले एव वृष्टिजले एव वृष्टिजल आनयेन वृष्टिजल अभावस्य विरोधं कर्तुं शक्नुमः. अतः अत्र वातास्थानास्ति, स्वातिनक्षत्रीयवृष्टिजलम् आनयामश्चेदपि वृष्टिजलाभावः निवारणं कर्तुं शक्नुमः. परन्तु अत्र विषयः अस्ति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ. समीचीनं भगिनि. अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः. सो प्रतियोगिताभेदः ज्ञातव्यं चेत् आश्रयभेदः ज्ञातव्यम् आवश्यकं खलु. हा, इत्युक्ते अस्माकं प्रश्नः कः? प्रतियोगिता भिन्ना कथम् इति प्रश्नः. प्रश्नः प्रतियोगिता भिन्ना. तर्हि प्रश्नकारः एकम् उपायं सूचयति अत्र. आश्रयभेदात् ज्ञातुं शक्नुमः खलु इति. तथापि जलं नास्ति इति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तदा वृष्टिजले अपि वर्तते. अत्र सामान्यजलं नास्ति चेत् सामान्य जलस्य जल अभावस्य प्रतियोगिता कूपजले वा वृष्टिजले वा स्वातिनक्षत्रवृष्टिजले अपि वर्तते. तत्र प्रतियोगिता कूपजले कूपजलं वृष्टिजलं वा स्वातिनक्षत्रीयवृष्टिजलं सर्व सामान्य जलं केन केनापि. अत्र प्रतियोगिता कूपजलम् इति न वदामः, सप्तमी प्रयोगः. शृणोतु, प्रतियोगिता कूपजले इति वदतु अथवा प्रतियोगी कूपजलम् इति वक्तव्यं. धन्यवादः. प्रतियोगिता कूपजले वर्तते अथवा प्रतियोगिनी वा भगिनि? तदपि सत्यं भगिनि. कूपजलम् इति प्रतियोगी, सप्तमी प्रयोगः प्रतियोगिनी. आश्रयवाः सर्वाणि जलानि भवन्ति. आश्रयभेदात् अद् ज्ञातुं शक्नुमः इति वदामः किल. अत्र आश्रयः वृष्टिजले कूपजलं वृष्टिजलम् अथवा स्वातिनक्षत्र वृष्टिजलं सर्वत्र आश्रयः भवति. परन्तु कारणेन प्रतियोगिता भिन्ना इति कारणेन प्रतियोगिता ज्ञातुं न शक्यते. हा, समीचीनं भगिनि, इति एव विचारः. अस्तु, एकः एव अभावः अस्ति, सामान्यजलं. सामान्यजल अभावस्य प्रतियोगिता वृष्टिजले अपि अस्ति, कूपजले अपि अस्ति, स्वातिनक्षत्र वृष्टिजले अपि वर्तते. तत्र आश्रयः भिद्यते खलु. आश्रयः भिद्यते. परन्तु आश्रयभेदेन प्रतियोगिताभेदं न वक्तुं शक्नुमः शक्नुमः इति वार्ता. अस्तु, आं भगिनि. इतोपि एकम् उदाहरणं ददामि. तत्र एकः बालकः अस्ति. अस्तु, बालकः गच्छति इति चिन्तयतु. बालकः छात्रः अपि इति. बालके बालकत्वम् अस्ति, किञ्चित् म्यूट् करोतु वा, एको आगच्छति. अस्तु, धन्यवादः भगिनि. हा, बालके बालकत्वम् अस्ति, बालके छात्रत्वम् अस्ति. बालकः छात्रः, छात्रत्वम् अस्ति. बालकः मनुष्यः, बालके मनुष्यत्वम् अपि अस्ति. अस्तु, इत्युक्ते एकः जनः वदति अत्र बालकः अस्ति इति, अपरः वदति अत्र छात्रः अस्ति इति, अपरः वदति अत्र मनुष्यः अस्ति इति. तर्हि यदा बालकः तत्र न भवति तदा एकस्य दृष्ट्या बालकाभावः, अपरस्य दृष्ट्या मनुष्याभावः, इतोपि अपरस्य जनस्य दृष्ट्या छात्राभावः इति. तर्हि तत्र कति अभावाः सन्ति, कोऽपि वदति वा? तिस्र. त्रयः अभावाः. समीचीनं, त्रयः अभावाः. प्रतियोगिताः, कति प्रतियोगिताः? त्रयः. समीचीनं, तिस्रः प्रतियोगिताः. तिस्रः प्रतियोगिताः. किन्तु प्रतियोगितानाम् आश्रयः कः? बालकः. तर्हि कति आश्रयाः? एकः. एकः एव आश्रयः. तर्हि अधुना आश्रयभेदात् प्रतियोगिताभेदं वक्तुं शक्नुमः वा? न वक्तुं शक्नुमः इति चिन्तनीयम्. अस्तु, पात्रं क्षीरम् इत्यस्मिन् स्थले बृहत् पात्रं लघुपात्रम् इति क्षीरस्य आश्रयं स्वीकृत्य किञ्चित् भेदं प्रदर्शितवन्तः खलु क्षीरे. परन्तु अस्मिन् प्रसङ्गे एकः एव बालकः, सः मनुष्यः, सः छात्रः. एकस्य दृष्ट्या यदा बालकः न भवति तर्हि एकस्य दृष्ट्या बालकाभावः, तस्य प्रतियोगिता बालके, अपरस्य दृष्ट्या मनुष्याभावः, तस्य प्रतियोगिता अपि बालके, यः मनुष्यः अपि अस्ति, अपरस्य दृष्ट्या छात्राभावः, तस्य प्रतियोगिता अपि एकस्मिन्नेव बालके अस्ति, बालकः छात्रः इति कृत्वा तिस्रः प्रतियोगिताः अपि एकस्मिन् आश्रये. तर्हि आश्रयभेदात् प्रतियोगिताभेदं स्थापयितुं न शक्नुमः इति वार्ता. अस्तु, इति एव अत्रापि प्रदर्शितम् अस्ति. जलसामान्यभावस्य प्रतियोगिता त्रिषु स्थलेषु वर्तते, किन्तु सा प्रतियोगिता भिन्ना इति ज्ञातुम् आश्रयः इति कार्यं न करोति. तर्हि अन्यत् किमपि इच्छामः अधुना, किम् इति अग्रे पश्येमः. अस्तु विजि भगिनी, चित्रमपि किञ्चित् किञ्चित् स्वातीनक्षत्रीयविष्टिजलाभावकनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रय स्वातीनक्षत्रीयविष्टिजले एव न सर्ववृष्टिजले. वृष्टिजल अभाव निष्ठ अनियोगिता निरूपित प्रतियोगिता आश्रय वृष्टिजले एव न तु कूपजले अन्यत्र वा. अस्तु वा भगिनि? समीचीनं भगिनि, इति भवती यत् पठितवती तस्य चित्ररूपेण निरूपणमस्ति. अस्तु अस्तु, धन्यवादः. अस्तु, अग्रे सरेम वा? अग्रे मुरलीमहोदय पठति वा? अतः प्रतियोगितायाः आश्रयः विद्यते इति प्रतियोगिता अपि तत्र तत्र विलक्षणा इति ज्ञायते. जलत्वादिकर्मा आधारे प्रतियोगिता भेदकारणम्. महोदय, भवतः ध्वनिः सम्यक्तया न श्रूयते, इयर्फोन् अस्ति न वा? इयर्फोन् अस्ति वा? तदर्थं महोदय एको आगच्छति. अस्तु, कृपया इयर्फोन्. अस्तु महोदय, पठतु. अतः प्रतियोगितायाः आश्रय विद्यते इति प्रतियोगिता अपि तत्र तत्र विलक्षणा इति ज्ञायते. जलं नास्ति इति चित्रं वदतु महोदय, अग्रे चित्रं प्रदर्शयतु. अस्तु, जलं नास्ति इति अभावः, तस्य अनुयोगिता कुत्र अस्ति? जलाभावे. जलाभावे, जलाभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः. आश्रयः यथा कूपजले तथा वृष्टिजले, स्वादीनक्षत्रीयवृष्टिजले अपि. हा अस्तु, अग्रे पठतु. इह अस्याः प्रतियोगितायाः आश्रयः न विद्यते, किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिताः. अन्ययोः प्रतियोगी प्रतियोगितयोः भिन्नाः अन्या इति न ज्ञायते, अतः तासां भेदसाधनाय अवच्छेदकस्यापेक्षा वर्तते. बुद्धं वा महोदय? किञ्चित् वदतु. अस्तु, प्रथमतया उपरितनचित्रे किं दृष्टं? जलाभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता कुत्र कुत्र वर्तते? कूपजले, वृष्टिजले, स्वादिनक्षत्र नक्षत्री, वृष्टिजल, सर्वे अपि. हा, सर्वे अपि इत्युक्ते सामान्यजले इति खलु? अस्तु, अनेन किं जानीमः? अस्याः प्रतियोगितायाः आश्रयः, अस्याः प्रतियोगितायाः आश्रयः, कस्याः प्रतियोगितायाः आश्रयः? जलं नास्ति इति अभावः निष्ठ अनियोगिता. हा, अनियोगितया निरूपितप्रतियोगिता इत्युक्ते जल सामान्यजलाभावस्य प्रतियोगितायाः आश्रयः न भिद्यते इति विवक्षा. किमर्थम् इति चेत् सर्वाणि जलानि इमम् अभावं निवारयन्ति इति. आं भगिनि. अस्तु, अधुना अग्रे पठतु. इति इति आश्रयः इति आश्रयभेदात् इयं प्रतियोगिताः. अन्ययोः प्रतियोगितयोः भिन्नाः अन्या इति न ज्ञायते. किम् अवगतम्? अतः आश्रयभेदात् इयं प्रतियोगिता आश्रय हा इत्युक्ते जला सामान्यजलाभावस्थले सामान्यजलाभावस्थले सर्वमपि जलं वृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलं कूपजलं प्रतियोगी भवति इति कृत्वा विशेषतया आश्रयभेदं न प्रदर्शयितुं शक्नुमः. अस्तु, हा स्वातिनक्षत्रीयवृष्टिजलाभावस्थले तत्र विशिष्टः आश्रयः स्वातिनक्षत्रीयवृष्टिजलम् इति आसीत्. आश्रयः स्वातिनक्षत्रीयवृष्टिजलं प्रतियोगितायाः. तद्वदेव वृष्टिजलाभावस्थले वृष्टिजल हा इति आश्रयः वृष्टिजलमेव, किन्तु अत्र तथा नास्ति खलु? विशेषतया आश्रयभेदः न दृश्यते. अस्तु, तर्हि आश्रयभेदात् प्रतियोगिता भिन्ना अथवा अन्या इति न ज्ञायते. अतः तासां भेदसाधनाय अवच्छेदकस्यापेक्षा वर्तते. अवच्छेदकस्य अपेक्षा वर्तते. समीचीनं, तर्हि सः अवच्छेदकः अथवा तदवच्छेदकं किम् इति पश्यामः. इत्युक्ते आश्रयभेदं स्वीकृत्य प्रतियोगितानां मध्ये भेदस्थापनम् अशक्यम् इति दृष्टवन्तः. अस्मिन् उदाहरणे हा अस्मिन् उदाहरणे अपि च मम उदाहरणे यद् दत्तम् एकः एव बालकः मनुष्यत्वं छात्रार्थम् अथवा बालकत्वं सर्वमेव अस्ति बालके बालके त्रयः धर्माः बालकत्वं मनुष्यत्वम् अपि च यदा अभावः भवति मनुष्याभावः बालकाभावः अपि च छात्राभावः तर्हि एकः एव बालकः तस्य अभावस्य प्रतियोगी भवति इत्युक्ते प्रतियोगिता एकस्मिन् एव आश्रये अन्ततो गत्वा तेन आश्रयभेदेन प्रतियोगिता भेद ज्ञातुं भेदं ज्ञातुं न प्रभवामः एवमेव जला सामान्याभाव सामान्यजलाभावस्थले अपि एवमेव अस्ति एकमेव आश्रय एकः एव आश्रयः अस्तु बालकः एव आश्रयः तस्मात् यत् बालकः तत् तिष्ठति तत् पश्यति जले पश्यति सर्वं न महोदय एकनिमिषः जलम् इति भिन्नम् उदाहरणं बालकः इति भिन्नम् उदाहरणम् अस्तु अन्ततो गत्वा सारांशः अस्ति यत् आश्रयभेदात् प्रतियोगिताभेदं सर्वदा न ज्ञातुं शक्नुमः अवच्छेदकस्य अपेक्षा वर्तते तर्हि तद् किम् इति अग्रे पश्येम भानुचैतन्यमहोदय भगिनी प्रश्नः अस्ति तर्हि अत्र इदानीम् अत्र स्वातीनक्षत्रे वृष्टिजले वृष्टिजलम् इति पश्यामः तस्मिन् स्वातीनक्षत्रे वृष्टिजलाभावस्य प्रतियोगिता अस्ति परन्तु तस्मिन् सामान्यजलाभावस्य प्रतियोगिता अपि अस्ति तर्हि द्वयोः प्रतियोगितयोः भेदः अस्ति वा न वा अस्ति खलु अस्ति तस्य अवगमनार्थमेव अत्र अवच्छेदकभावस्य आवश्यकता अवच्छेदक इत्युक्ते प्रतियोगितात्रयम् अथवा प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले जलासामान्याभावं प्रति प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले वृष्टिजलाभावं प्रति अपि प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले स्वातिनक्षत्रीयवृष्टिजलाभावं प्रति अपि प्रतियोगिता तिस्रः प्रतियोगिता यथा बालकस्य हा हा तिस्रः प्रतियोगिता अस्तु अस्तु किन्तु एकः एव आश्रयः तर्हि प्रतियोगिता भिन्नं कथम् इति प्रश्नः तदर्थम् अवच्छेदकः इति आवश्यकम् अस्ति पात्रक्षीरम् इत्यत्र पात्रमिति आश्रयः आसीत् खलु भगिनि क्षीरम् इति आधेयः तत्र तु आश्रयभेदेन क्षीरभेदं ज्ञातुं शक्नुमः लघुपात्रमिति एकः आश्रयः बृहत्पात्रमिति अपरः आश्रयः द्वयोः मध्ये यद् क्षीरं तद् भिन्नम् इति परन्तु तादृशः तर्कः सर्वत्र कार्यं न करोति तर्हि अवच्छेदकः कः स्यात् इति प्रश्नः अथवा अवच्छेदकं किं स्यात् इति प्रश्नः अस्तु भगिनि स्पष्टमस्ति धन्यवादः समीचीनम् अग्रे सरेम तर्हि भानुचैतन्यमहोदय पठति वा अहं शृणोमि महोदय तत् किञ्चित् कठिनम् इति महोदय का अस्तु प्रयत्नं करोतु न जानाति चेत् तत्र वयं साहाय्यं कुर्मः पठतु अत्र इदम् आम् आम् अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकं यथा जलं नास्ति इति अभावः उक्तः जले च प्रतियोगिनी न सन्ति जलत्वद्रव्यत्वसत्तादयो धर्माः परन्तु अभावकथनाय जलं नास्ति इति एव उक्तम् इति जलत्वेन एव जलस्य उल्लेखः कृतः अतः तत् प्रतियोगिता अवच्छेदकं प्रतियोगितावच्छेदकम् अधुना पठतु महोदय साहाय्यं कुर्मः इच्छति चेत् अत्र इदं ज्ञेयं किं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनी इत्यस्य विभक्ति का समीचीनं प्रतियोगिनी सप्तमी सप्तमी प्रतियोगिनी इत्युक्ते आश्रयं सूचयति, अस्मिन् किमपि अस्ति इति प्रतियोगिनी, प्रतियोगिता अस्मिन् अस्ति. अस्तु अग्रे पठतु. प्रतियोगिनः उल्लेखः पञ्चमी षष्ठ षष्टि प्रतियोगिनः उल्लेखः येन येन रूपेण प्रतियोगिनः उल्लेखः, उल्लेखः इत्युक्ते प्रतियोगिनः विवरणं प्रदर्शनं निदर्शनं येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. अस्तु तं वाक्यं त्यज, तद्वाक्यं त्यजतु, अधुना अग्रे पठतु अवगच्छति. यथा यथा जलं नास्ति इति अभावः उक्तः, जलस्य अभावः, जले च प्रतियोगिनि सन्ति, जलत्व द्रव्यत्व सत्तादयो धर्माः, सत्तादयः जलत्व द्रव्यत्व, जलं तु द्रव्यं द्रव्यम् एकं द्रव्यमेव, द्रव्यमपि सत्ता अस्ति. वयं दृष्टवन्तः खलु सत्ता इति जातिः द्रव्य अपि च गुणः अपि च कर्म एतेषु वर्तते इति वयं दृष्टवन्तः पूर्वं सामान्यम् इति पुनः हा पुनः पठतु तत्र अस्ति. हा यथा भवता उक्तं तत् सत्यमेव यदुक्तं, जले जलत्वम् अस्ति अवश्यं, द्रव्ये जलं द्रव्यं तर्हि द्रव्यत्वमपि अस्ति, अपि च जले सत्ता अपि अस्ति. अस्तु परन्तु हा अत्र प्रतियो जलाभावः इति वदामश्चेत् तत्र प्रतियोगी कः? जलं जलं हा अतः एव अस्मिन् वाक्ये उक्तं जले च प्रतियोगिनी, तत्र विशेषणविशेषभावः सप्तमी विभक्तिः पश्यतु, जलं प्रतियोगी तर्हि जले अथवा प्रतियोगिनी के धर्माः सन्ति महोदय? जल द्रव्य सत्ता. के धर्माः तर्हि जलत्वं द्रव्यत्वं सत्ता इति वक्तव्यं, धर्मः इति आगच्छति चेत् सत्ता इति त्रयः धर्माः सन्ति जले प्रतियोगिनी. अस्तु समीचीनं, किं अधुना अग्रे पठतु. परन्तु किं? परन्तु अभावकथनाय जलं नास्ति इति एव उक्तम्. महोदय अग्रे पठतु. इति जलत्व जलत्वेन एव जलस्य उल्लेखः कृतः. तस्य अर्थः कः? जलत्वेन एव जलस्य उल्लेखः कृतः, जलं तु नास्ति जलत्वेन इत्युक्ते जलं नास्ति इति अभावः खलु महोदय? जलं नास्ति, जलं नास्ति, जलस्य अभावः अस्ति. हा जलस्य अभावः अस्ति इति सूचितं, यद्यपि जलं द्रव्यं, वयं द्रव्यं नास्ति इति न उक्तवन्तः, वयं किम् उक्तवन्तः? जलं नास्ति हा इति कृत्वा जलत्वेन जलत्वम् अस्ति इति स्वीकृत्य अथवा जलत्वम् अस्ति इति अभिज्ञाय रेकग्नैस् कृत्वा जलं नास्ति इति उक्तवन्तः खलु? इति एव वार्ता अत्र, जलत्वेनैव जलस्य उल्लेखः कृतः. बुद्धम्? हा यद्यपि जले त्रयः धर्माः सन्ति तथापि द्रव्यत्वेन जलस्य उल्लेखः न कृतः, सत्ता इति स्वीकृत्य तया जलस्य उल्लेखः न कृतः, जलस्य उल्लेखः केन कृतः? जलत्वेन इति अस्ति. अस्तु अधुना द्वितीयवाक्यं पठतु, अत्र इदं ज्ञेयम्, अनन्तरं किमस्ति? प्रतियोगिनी यत् विशेषणं, प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्। किं बुद्धमत्र? प्रतियोगिनी जले किं विशेष प्रतियोगिनी जले किं विशेषणम् अस्ति? जलत्वम् इति अस्ति खलु? अपि च प्रतियोगिन उल्लेखः केन कृतः? भवान् जलत्वेन इत्येव वार्ता। प्रतियोगिनः जलस्य उल्लेखः जलरूपेण कृतः खलु, तदेव उक्तमस्ति। प्रतियोगिनः उल्लेखः येन रूपेण कृतः, धर्मेण अथवा जलत्वेन कृतः, तद् अस्ति प्रतियोगितायाः अवच्छेदकम् इति। अवगच्छति वा? आं महोदय, प्रतियोगितायाः अवच्छेदकम्। तर्हि अन्ततो गत्वा चित्रं किञ्चित् पठतु। चित्रे किं प्रदर्शितमस्ति? जलं, जलत्वं, प्रतियोगिता। जलम् अस्ति तत्र, जले जलत्वम् अस्ति विशेषणं, जलमस्ति अतः प्रतियोगिता। जलाभावस्य प्रतियोगिता अपि अस्ति जले। अस्तु, अत्र किम् उच्यते इति चेत्, जलत्वम् इति यदस्ति तद् अवच्छेदकम्। प्रतियोगिता अवच्छेद्या। अस्तु, अग्रे अपि पठतु। तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितम् तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति। अवगतं वा किञ्चित्? किञ्चित् किञ्चित् आम्। किम् अवगतम् इति वदतु कृपया। यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं, पृथक् पृथक् प्रतियोगिता अस्ति, तत् भिन्नं भेदं किम् इति वयं ज्ञातुं कथम् इति दीयते तत्र। तस्याः यत् अधिकरणं जलम्, अधिकरणस्य अधिकरणं भिन्नम् अस्ति अतः प्रतियोगिता अपि भिन्नम्। अधिकरणं भिन्नं, तदर्थं प्रतियोगिता भिन्नम् इति वार्ता नास्ति। एतावता वयं दृष्टवन्तः उदाहरणं दत्त्वा, बालकः, मनुष्यत्वं, छात्रः उदाहरणे अधिकरणं भिन्नं नास्ति खलु? एकः एव बालकः। परन्तु अत्र वार्ता का इति चेत्, अत्रापि प्रतियोगिता, जलाभावप्रतियोगिता इत्यस्य स्थले अपि तादृशी एव स्थितिः। तर्हि अत्र वदति यत् प्रतियोगितायाः भेदज्ञानम् अपेक्षितं चेत् किं कुर्मः? प्रतियोगितायाः अधिकरणं किम् अत्र? अत्र तु जलम्। अत्र जलाभावस्य विषये चर्चा, प्रतियोगितायाः अधिकरणं जलं। पुनः प्रतियोगितायाः अधिकरणं जलं, तस्मिन् अधिकरणे किं वर्तते? जलत्वं वर्तते खलु तस्मिन्नेव? जलत्वं वर्तते। नाम प्रतियोगिनी यद् विशेषणं, प्रतियोगिनी यद् विशेषधर्मः अस्ति जलत्वं, तं धर्मं स्वीकृत्य इयं प्रतियोगिता, नाम जलाभावस्य प्रतियोगिता, अन्यप्रतियोगिताभ्यः भिन्ना अन्या इति साधयितुं शक्नुमः इति वार्ता। कथमिति अग्रे पश्येम, इतोपि स्पष्टं भवति चित्रस्य प्रदर्शनेन। उद्दं वा एतावता? तर्हि भगिनी, तत्र बालकः इत्यस्मिन् उदाहरणे तत्र छात्रत्वम् इति अपि अवच्छेदकं, बालकत्वमपि अवच्छेदकं, मनुष्यत्वमपि अवच्छेदकम् इति वा? सत्यं भगिनि, यथा एकस्य दृष्ट्या बालकाभावः, तदा बालकत्वम् इति अवच्छेदकधर्मः भवति। अपरस्य दृष्ट्या मनुष्यभाव मनुष्यत्वम् इति अवच्छेदकधर्मः, पुनः छात्रत्वमपि अवच्छेदकधर्मः भवितुम् अर्हति. अस्तु अस्तु अग्रे. हा समीचीनम्. अग्रे सरे रवि महोदय अस्ति वा? नो चेत् गतवान् इति भाति. सभ्य महोदय अग्रे कृपया. आं भगिनि. एवं वृष्टिजलं नास्ति इति अभावस्य अपि, तर्हि चित्रं दत्तमस्ति, दत्तमस्ति वृष्टिजलमस्ति, तर्हि वृष्टिजले यथा वयं दृष्टवन्तः जले जलस्य धर्मः जलत्वं, तथापि वृष्टिजले वृष्टिजलस्य धर्मः इति वृष्टिजलत्वम् एवं तस्य वृष्टिजले प्रतियोगिता अस्ति, तर्हि अवच्छेदकं किम् अत्र अस्ति इत्युक्ते अत्र वृष्टिजलत्वम् इति वक्तुं शक्येम. हा अस्तु महोदय समीचीनम्. अवच्छेदकम् इति वृष्टिजलत्वम् अथवा अवच्छेदकधर्मः वृष्टिजलत्वम्, अवच्छेद्यं किम्? हा अवच्छेद्यं यथा क्षीरम् आसीत् अवच्छेद्यं वृष्टिजलम् इति. अस्तु महोदय, वृष्टिजलम् इति अधिकरणम्. अधिकरणं वृष्टिजलं कयोः अधिकरणम्? हा कयोः अधिकरणं, वृष्टिजलत्वस्य अधिकरणं प्रतियोगितायाः अपि अधिकरणम्. अस्माकं लक्ष्यं किम् अत्र? यथा प्रश्नः इति अवच्छेद्यं किम् अस्ति इति प्रश्नः खलु, इति प्रश्नः तत् समीचीनं, किन्तु अस्माकं लक्ष्यं किं? प्रतियोगिता भिन्ना इति प्रदर्शयितुम् इच्छामः खलु? आमामाम्. एवं करोतु महोदय, पूर्वस्मिन् पुटे अन्तिमवाक्यं पठतु. तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति. हा यस्याः तथा च यस्याः प्रतियोगितायाः इत्युक्ते कस्या प्रतियोगितायाः भेदज्ञानम् अपेक्षितम्. अत्र अस्मिन् उदाहरणे जलमिति अस्ति, तस्य प्रतियोगिता भेदज्ञानम् अपेक्षितम् इत्युक्ते जलं नास्ति वदामः चेत् तत्र तस्य भेदज्ञानम् अपेक्षितं तस्याः यत् अधिकरणम् इत्युक्ते प्रतियोगिताः अधिकरणम् अत्र किमस्ति, जलमस्ति, तत्र स्थित्वा इदं जलत्वम् इत्युक्ते जले किमस्ति, जलस्य धर्ममस्ति जलत्वम्, इयं प्रतियोगिता इत्युक्ते जले यत् प्रतियोगिता अस्ति जलत्वं, हा या प्रतियोगिता अस्ति जलत्वं, तत् अन्यप्रतियोगिताभ्यः, अन्य इत्युक्ते वृष्टिजले वृष्टिजलम् एवं स्वातिनक्षत्रवृष्टिजलम् अन्यप्रतियोगिताभ्यः अन्याः इत्युक्ते जलत्वं वदामः चेत् तत्र जलत्वं केवलं जले अस्ति, न तु वृष्टिजले स्वातिनक्षत्रवृष्टिजले वृष्टिजले. एकनिमिषः. जलत्वम् अवश्यमस्ति वृष्टिजले खलु? वृष्टिजलत्वम् अस्ति खलु, न तु जलत्वं. वृष्टिजलम् अस्तु चिन्तयतु, वृष्टिजलं द्रव्यमस्ति न वा? द्रव्यम् अस्ति. द्रव्यत्वम् अस्ति. वृष्टिजलं जलमस्ति न वा? हां हाम् अस्ति अस्ति. तर्हि जलत्वम् अस्ति न वा तत्र? अस्ति अस्ति. तत्र वृष्टिजलत्वमपि अस्ति, यथा वयं दृष्टवन्तः सामान्यम् इत्यस्य विषये नीलत्वं रूपत्वं बहवः धर्माः भवति एकस्मिन्नेव नीलरूपे, तथा एव वृष्टिजले भवति, किन्तु वार्ता का इत्युक्ते प्रतियोगिता भिन्ना इति प्रदर्शनीयम् इति वार्ता. जले या प्रतियोगिता अस्ति सा प्रतियोगिता भिन्ना, वृष्टिजले या प्रतियोगिता अस्ति सा प्रतियोगिता भिन्ना, स्वातिनक्षत्रीयवृष्टिजले या प्रतियोगिता सा भिन्ना इति प्रदर्शनीयं खलु. अस्माकं लक्ष्यम् तदर्थम् अत्र अवच्छेदकधर्मः कः? जलत्वम् अथवा अवच्छेदकं जलत्वम् इति सरलरीत्या वक्तुमिच्छामि. तर्हि अवच्छेदकम् अस्ति चेत् अवच्छेद्यमपि भवेत् किल? निश्चयेन. अवच्छेद्यं किम् अत्र? अवच्छेद्यम् अत्र अवच्छेद्यं प्रतियोगिता. हा, प्रतियोगिता भविष्यति. हा, तस्य प्रतियोगिता. समीचीनं, प्रतियोगिता. यतोहि कस्मिन् वयं भिन्नतां प्रदर्शयितुम् इच्छामः? प्रतियोगिताभ्यः इति भिन्नत्वम् इति इत्युक्ते प्रतियोगितायां भिन्नतां स्थापयितुम् इच्छामः खलु वयम्? आमामाम्. इत्युक्ते या यद् भिन्नम् अथवा यस्मिन् भिन्नता अस्ति इति प्रदर्शयितुम् इच्छामः तदेव अवच्छेद्यम्. स्त्रीलिङ्गे प्रतियोगिता अवच्छेद्या. तर्हि अस्तु, इतोपि एकवारं वदतु तत्र अवच्छेदकं किम् अवच्छेद्यं किम् इति. अस्मिन् उदाहरणे अस्माकं जलमस्ति, एवं जले जलत्वम् अस्ति. जलत्वं यत् अस्ति तत् अवच्छेदकम् इति अस्ति. एवं जले या प्रतियोगिता अस्ति सा अवच्छेद्यम् इति वक्तुं शक्यते. हा, स्त्रीलिङ्गे अवच्छेद्या. क्षीरम् अवच्छेद्यं, स्त्रीलिङ्गे प्रतियोगिता अवच्छेद्या. अस्तु, अधुना अग्रे सरतु महोदय. हा हा हा, अस्तु. तर्हि वृष्टिजलं नास्ति इति अभावं तत्रापि अस्ति. वृष्टिजलं नास्ति इत्युक्ते वृष्टिजलाभावः वक्तुं शक्यते. तर्हि वृष्टिजले, वृष्टिजलस्य धर्मः अस्ति वृष्टिजलत्वं. तर्हि वृष्टिजलत्वम् अवच्छेदकम्. एवं वृष्टिजले या प्रतियोगिता अस्ति तत् अवच्छेद्यम् इति वदामः. समीचीनम्, सा अवच्छेद्या. हा, सा अवच्छेद्या. अस्तु अग्रे. एवं स्वातिनक्षत्रीयवृष्टिजलं नास्ति इति अभावस्थले अपि स्वातिनक्षत्रीयवृष्टिजले स्वातिनक्षत्रीयवृष्टिजलत्वम् अस्ति. स्वातिनक्षत्रवृष्टिजलत्वम् अवच्छेदकम्. एवं स्वातिनक्षत्रवृष्टिजले या प्रतियोगिता अस्ति सा अवच्छेद्या. हा, बहु समीचीनमस्ति. अस्तु, तर्हि सर्वेषां मनसि स्पष्टता अस्ति वा अवच्छेदकं किम् अवच्छेद्यं किम् इति? यद्यपि नपुंसकलिङ्गे अवच्छेद्यं किम् इति वयं पृच्छामः प्रश्नरूपेण, तथापि प्रतियोगिता इति स्त्रीलिङ्गे अस्ति. अस्तु, प्रतियोगितायां वयं भिन्नतां स्थापयितुम् इच्छामः इति कृत्वा प्रतियोगिता अवच्छेद्या अस्ति. जलत्वं, वृष्टिजलत्वं, स्वातिनक्षत्रीयवृष्टिजलत्वम् इत्यादिकम् अवच्छेदकम् अथवा अवच्छेदकधर्मः इति वदामः. अस्तु, स्पष्टं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया स्थगयित्वा पृच्छन्तु, नो चेत् अग्रे गत्वा काठिन्यमेव भवति. नमस्ते भगिनि, अजितः अपि अस्मि. ओ अस्तु, अजितमहोदय, सम्यक्. अस्तु अग्रे, सरला भगिनी पठति वा? सरला भगिनी, अस्तु, श्रूयते? हा हा, श्रूयते. अस्तु, अत्र यद्यपि जलसामान्यभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते, अतः आश्रयात् एव तथापि सामान्यभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम्. वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वम्. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदकभेदात् सिद्धप्रतियोगिताभेदः. अत्र एवं अवच्छेद्य अवच्छेदकभावः अत्र दत्तमस्ति. अत्र यद्यपि जलसामान्यभावस्य प्रतियोगिता कूपे जले इव स्वातिनक्षीयजलवृष्टिजले अपि वर्तते अतः आश्रयात एव तथापि सामान्यभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम्. इदानीं वयम् उपरि कोष्टके पश्यामः प्रतियोगिता जलसामान्यभावस्य प्रतियोगिता या अस्ति सा अस्ति कूपजले स्वास्थ्यनक्षीयजले अपि वृष्टिजले अपि त्रयोः जल जलम् अस्ति तस्य आश्रयः भिन्ना अस्ति किन्तु धर्म अस्ति जलत्वम् अवच्छेदकं शुद्धं जलत्वम् अत्र शुद्धं जलत्वं भगिनी अत्र वार्ता किञ्चित् भिन्ना आश्रयः एकः एव प्रतियोगिताः भिन्नाः इति वार्ता खलु जलसामान्याभावस्य प्रतियोगिता कुत्र कुत्र वर्तते तद्भवती उक्तवती कूपजले वृष्टिजले स्वातिनक्षत्रीय वृष्टिजले अपरत्र सर्वत्र अस्तु तथापि सामान्यभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वं तथापि या प्रतियोगिता जलसामान्यभाव अस्ति तत्र जलत्वम् एवं तस्य प्रतियोगितायाः अवच्छेदकं भवति. शुद्धं जलत्वम् इति युक्ते यत्र कोऽपि विशेषणं नास्ति यथा वयं कूपजलत्वं वा स्वातिनक्षीयजलत्वं वा वृष्टिजलत्वम् इति नास्ति केवलं जलत्वम् एव तस्य प्रतियोगितायाः समीचीनं भवति अवच्छेदकं भवति अवच्छेदकं भवति. वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं वृष्टिजलभावस्य प्रतियोगिता या अस्ति तस्य अवच्छेदकं भवति वृष्टिजलत्वं स्वातिनक्षीयवृष्टिजलाभावस्य प्रतियोगिताः अवच्छेदकं स्वातिनक्षीयवृष्टिजलत्वम् इति अवच्छेदकभेदात् प्रतियोगिताभेदः. इदानीं वयं दृष्टवन्तः प्रतियोगिता भिन्ना कथं भवति तस्य आश्रयस्य धर्मेण प्रतियोगिताः अवच्छेदकं कर्तुं शक्नुमः यथा उपरि प्रथम प्रकोष्ठे अस्ति वृष्टिजलत्वस्य या प्रतियोगिता अस्ति तस्य अवच्छेदकम् अस्ति वृष्टिजलत्वम् अधो यः कोष्टकम् अस्ति तत्र स्वातिनक्षीय वृष्टिजलस्य प्रतियोगितायाः अवच्छेदकम् अस्ति स्वातिनक्षीय वृष्टिजलत्वम् अतः धर्मेण वयं प्रतियोगितायाः भिन्नता ज्ञातुं शक्नुमः. बहु समीचीनमस्ति भगिनि इति एव वार्ता. प्रतियोगिनी यः विशिष्टः धर्मः वर्तते अथवा प्रतियोगिनी यद् विशेषणं वर्तते जलत्वं घटत्वं पटत्वम् इत्यादिकं तत् स्वीकृत्य प्रतियोगितायाः भेदं स्थापयितुं शक्नुमः. तर्हि धर्मः इति अवच्छेदकः भवति. अस्तु भगिनि चित्रं निरूपयतु कृपया. जलनिष्ठजलत्वं जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयप्रतियोगिताः आश्रयजलं सा प्रतियोगिता निरूपित अभावनिष्ठ अनियोगिता वा अनियोगिता आश्रय अभावः. बहु समीचीनं भगिनि. अत्र मनसि अस्तु जले किं किम् अस्ति? जले अस्ति जलत्वं धर्म अपि तस्मिन् अस्ति प्रतियोगिता. अवच्छेदकं किम्? अवच्छेदकम् अस्ति जलत्वं तस्मिन् किम् अस्ति? तस्मिन् अस्ति अवच्छेदकता. अवच्छेद्या का अत्र? अवच्छेद्या प्रतियोगिता तस्मिन् अस्ति अवच्छेद्यता. अवच्छेद्यता अस्ति तस्मिन्. अस्तु समीचीनं. तर्हि एतत् सर्वं जानी यथा अधिकरणम् अधिकरणे अधिकरणता आधेयः आधेयता तद्वदेव, अत्र किमपि नूतनं नास्ति. जलं जलत्वम् अवच्छेदकं, तस्मिन् अवच्छेदकता इति धर्मः, ता इति भाववाचकशब्दः, सुन्दरः सुन्दरता तद्वदेव. अपि च प्रतियोगिता अवच्छेद्या, तस्मिन् अवच्छेद्यता इति एव भगिनी अधुना प्रदर्शितवती. तर्हि प्रश्नः अस्ति यत् जलाभावस्य अनुयोगिता कीदृशी इति प्रश्नः अस्ति चेत् पुनः वदतु भगिनि. जलाभावस्य अनुयोगिता भवति जलनिष्ठ जल जलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता जलनिष्ठ प्रतियोगिताः निरूपिता अभावनिष्ठ अनुयोगिता. हा बहु समीचीनं भगिनि. भगिनी किमपि न कृतवती नूतनतया. अस्तु, एरोस् पश्यतु, शरः यत्र कुत्रापि गच्छति शरः तद् तम् अनुसृत्य भगिनी अग्रे गतवती. उपरि गमनार्थं निष्ठ, अधोगमनार्थम् आश्रयः अथवा वान् तदेव उपयुज्य प्रतियोगिता अनुयोगिता तयोः निरूपकनिरूप्यभावः अस्ति खलु, तत् किञ्चित् प्रदर्शितं. तावदेव. बुद्धं वा? सर्वेषां मनसि किञ्चित् स्पष्टता अस्ति? भगिनी एकः प्रश्नः अस्ति. अत्र प्रतियोगिता इत्यस्मिन् विषये नास्ति, परन्तु आधारता आधेयता इत्यस्मिन् विषये. अत्र जलत्वम् इत्यस्मिन् आधेयता अपि अस्ति खलु? सत्यम्. प्रतियोगिता इत्यस्मिन् अपि आधेयता अस्ति. सत्यम्. अनियोगिता इत्यस्मिन् अपि आधेयता अस्ति. सत्यं. तर्हि तत्र आधेयतानां भेदः एवमेव ज्ञातुं शक्नुमः वा, अवच्छेदकता इति तादृश? इत्युक्ते भगिनी प्रश्नः सम्यक्तया न अवगतः मया. आधेयता आधेयता समाना वा अथवा भिद्यते वा अत्र? जलत्वम् इत्यस्मिन् आधेयता अपि च प्रतियोगिता इत्यस्मिन् आधेयता. हा हा, तत्र तत्र अवश्यं न भिद्यते भगिनि. इत्युक्ते जलनिष्ठ अधिकरणता निरूपित प्रतियोगितानिष्ठ आधेयता इत्येव आगच्छति. जलत्वे अपि आधेयता अस्ति, जलनिष्ठ अधिकरणता निरूपित जलत्वनिष्ठ आधेयता, सः एव भेदः. एका आधेयता जलत्वे अस्ति, अपरा आधेयता प्रतियोगितायाम् अस्ति इति एव प्रश्नः वा? हा, अत्र अवच्छेदकता इत्यस्य आवश्यकता नास्ति. अवच्छेदकता इति किं किमर्थं वदामः? कुत्रचित् भेदं प्रदर्शयितुं. परन्तु तर्हि तत्र प्रतियोगितायां या या आदेयता अस्ति अपि च जलत्वे या आदेयता अस्ति, द्वयोः भेदः नास्ति इति वदामः वा, अथवा भेदः अस्ति इति वदामः वा? भेदः भेदः अस्ति आश्रयभेदात् इति वक्तुं शक्यते. यतोहि जलनिष्ठ अधिकरणता निरूपित आधेयता उभयत्र अस्ति खलु भगिनि, जलत्वे अस्ति. परन्तु तत्र अस्मिन् सन्दर्भे आधेयता आधेयतयोः मध्ये भेदः कुत्र वर्तते इत्युक्ते आश्रये इत्येव वक्तुं शक्यते. परन्तु प्रतियोगितायाः विषये तथा नास्ति खलु. आश्रयभेदात् प्रतियोगिनी प्रतियोगितायाः भेदं न ज्ञातुं शक्नुमः इति कृत्वा अवच्छेदकधर्मः इति स्वीकृतः. अस्तु अस्तु अस्तु भगिनि, स्पष्टं. धन्यवादः. स्पष्टम् अस्तु. तर्हि जलत्वम् अवच्छेदकं, तर्हि वेरि सिम्प्लि इत्युक्ते केवलं एकस्मिन् चित्रस्य एकस्मिन् भागे एव अवधानं दत्त्वा पश्यामश्चेत् जलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता, तावदेव अपेक्षितमत्र. प्रतियोगिता कीदृशी इति वक्तुं, जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता अथवा अवच्छेद्यतावती प्रतियोगिता. अस्तु, अग्रे गत्वा पश्येम. लघुना मार्गेण वक्तुमिच्छामश्चेत् जलत्वावच्छिन्ना प्रतियोगिता इति वक्तुं शक्नुमः. जलत्वावच्छिन्ना प्रतियोगिता इति लघुरूपेण अपि वक्तुं शक्नुमः. बुद्धम्? अस्तु, अग्रे गच्छेम. अग्रे सुमित्रा भगिनि. भगिनी प्रश्नः तत्र. एकनिमिषः. हा वदतु सव्य महोदय. प्रतियोगिता वयं कुत्र वदामः इत्युक्ते घटस्य प्रतियोगिता, जलस्य प्रतियोगिता, तथा जलाभावस्य एकनिमिष घटस्य प्रतियोगिता इत्युक्ते घटाभावस्य प्रतियोगिता इत्येव अर्थः. इत्युक्ते घटे यत् घटस्य विरोधः घटाभावः खलु. तर्हि वयं यत् चित्रं प्रथमे दृष्टवन्तः तत्र अष्टादशपुटे यत्र प्रतियोगिताविषये दत्तमस्ति, तर्हि घटविषये वयं प्रतियोगिता वक्तुं शक्नुमः एवम् अभावस्थले अनियोगिता इति तस्य प्रयोगः भवति खलु. सत्यम्. इत्युक्ते घटे प्रतियोगिता, अभावे अनुयोगिता. अस्तु, तर्हि प्रश्नः कः? हा, प्रश्नः इत्युक्ते अत्र अत्र दीयते खलु जलसामान्य अभावस्य प्रतियोगिता, तर्हि प्रतियोगिता तस्य प्रयोगः कुत्र भवति, घटे वा घटाभावे वा? प्रयोगः इत्यस्य अर्थः कः महोदय, भवतः विवक्षा का? इत्युक्ते मम चिन्तनमासीत् इत्युक्ते घटे ये या प्रतियोगिता अस्ति, घटे या प्रतियोगिता अस्ति तस्य विरोधः इत्युक्ते घटाभावः इति चिन्तनम्. वस्तुतः घटे या प्रतियोगिता अस्ति सा प्रतियोगिता एव विरोधः खलु. प्रतियोगिता इस् अ टैप् आफ् विरोधः, तस्य विरोधस्य नाम प्रतियोगिता. अभावे यः विरोधः अस्ति तस्य नाम किम्? अनुयोगिता. हा, अनुयोगिता. तर्हि प्रतियोगिता अनुयोगिता अनयोः मध्ये निरूपकनिरूप्यभावः अस्ति. यत्र अभावः इति सन्दर्भः आगच्छति तदा एव प्रतियोगिता अनुयोगिता इति पदद्वयमपि आगच्छति. नो चेत् घटे प्रतियोगिता अस्ति इति न कोऽपि चिन्तयति. तर्हि भवान् यद्वदति तत् समीचीनमेव. प्रतियोगिता इति विरोधः अस्ति. कं प्रति विरोधः इत्युक्ते घटाभावं प्रति विरोधः इति वक्तुं शक्नुमः. अस्तु, सः विरोधः घटे अस्ति, तावदेव. प्रतियोगिता केवलं वदनेन तस्य समाधानं न भवति, अनियोगितायाः अपि आवश्यकमस्ति. किमर्थम् इत्युक्ते निरूपकः इति वार्ता महोदय. समीचीनम्. इत्युक्ते तयोः ससम्बन्धिकता अस्ति खलु, साकाङ्क्षापदार्थद्वयं. हा, ससम्बन्धिकत्वम् अस्ति. हा हा, इत्युक्ते अभावस्थले एव एतत् सर्वम् आगच्छति. अभावः अस्ति चेत् तदा एव प्रतियोगिता कीदृशी, अनुयोगिता कीदृशी इति चर्चयामः. अस्तु अस्तु, सम्यक् सम्यक्. अस्तु, अग्रे सुमित्रा भगिनी. आं भगिनि, सर्वत्र चित्रेषु ऊर्ध्वगमनि शरे निष्ठ इति, अधोगमनि शरे आश्रय इति, तिरश्चीने निरूपित इति न्यायभाषया व्यवहर्तव्यम्. किं बुद्धं तत्र? भवती उक्तवती खलु शरे यत् ऊर्ध्वं गच्छति, अप्वर्ड् गच्छति चेत् निष्ठा इति, डौन्वर्ड् अधो आगच्छति चेत् आश्रय इति, सैड् वेस् तिरश्चीने गच्छति चेत् निरूपित इति न्यायभाषायां न्यायभाषे स्वीकरणीयं, न्यायभाषायां व्यवहारः. तावदेव भगिनि, तमेव अत्र अप्लै करोतु यत्र कुत्रापि चित्रमस्ति. अस्तु, अग्रे गच्छतु. एवं च जलत्वनिष्ठ, भवती उक्तवती इति मन्ये सरला भगिनी, जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यथा आश्रय जलनिष्ठ प्रतियोगिता निरूपित अनियोगिताश्रय अभावः इति विवरणं भवति. पूर्वतनचित्रं यत् दत्तमस्ति जलम् इति उपयुज्य. तत्र पश्यतु किं कृतवन्तः, जलत्वनिष्ठ अवच्छेदकता निरूपित किम् अवच्छेदे? अत्र जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय तावत्पर्यन्तं गत्वा पुनः किम् उक्तवन्तः? जलनिष्ठप्रतियोगिता इति उक्तवन्तः खलु? जलनिष्ठप्रतियोगिता, आम्, तदपि सत्यं. किमर्थं तद् उक्तवन्तः इत्युक्ते प्रतियोगितातः पुनः अग्रे गन्तव्यम्, अनुयोगितां इति अनुयोगिता भव द्वयोः मध्ये अभावनिष्ठ अनुयोगित अनुयोगित अथवा अनुयोगित आश्रय अभावः. तर्हि मनसि भवेत् यद् यत्र कुत्रापि निरूपिता इति स्थापयामः, निरूपिता इति पदस्य परितः इत्युक्ते वामतः अपि च दक्षिणतः निरूपिता इति पदस्य ससम्बन्धिकपदार्थौ भवेताम् इति. अस्तु अस्तु, तत्र पश्यतु, निरूपिता प्रथमं निरूपिता इति अस्ति खलु, प्रथमं निरूपिता अस्ति, तस्य वामभागे किमस्ति? एकनिमिषं भगिनि, अवच्छेदकता निरूपित वाट्, केवलं तस्य निरूपितायाः पार्श्वे किम् अस्ति इति पृच्छामि. वामभागे किमस्ति, दक्षिणभागे किमस्ति? अवच्छेदकता निरूपित अवच्छेद्यथा. किमर्थं तथा? किमर्थम् इत्युक्ते प्रतियोगिता किम् इति सूचयति, अवच्छेद्यता किम् इति. भगिनि, अधुना यद् अहम् उक्तवती, निरूपिता मध्ये अस्ति चेत् निरूपितायाः उभयोः पार्श्वे स्वसम्बन्धिकपदार्थौ, अस्तु, स्वसम्बन्धिकपदार्थौ अस्ति इति. अवच्छेदकता अवच्छेद्यता स्वसम्बन्धिकौ पदार्थौ स्तः वा? आम् खलु, तत्र निरूपित, हा, पुनः अग्रे गच्छतु, द्वितीयवारं निरूपिता प्रतियोगिता अनुयोगिता मध्ये निरूपिता अस्ति, जलनिष्ठप्रतियोगिता अभावनिष्ठ अनुयोगिता मध्ये निरूपिता अस्ति, इत्युक्ते स्वसम्बन्धिकभावः तत्र अपि अस्ति इति कारणात् स्वसम्बन्धिकपदार्थौ पदार्थौ, क्षम्यताम्, इत्येव वक्तव्यं. यतो पश्यतु, अत्र जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय तावत्पर्यन्तं गत्वा जलनिष्ठप्रतियोगिता इति उक्तवन्तः, यतोहि प्रतियोगिता इत्यस्य अनन्तरमेव निरूपिता इति स्थापयितुं शक्यते अनुयोगिता वर्णनार्थं, खलु? तदर्थमेव इति मनसि भवेत्, निरूपिता यत्र भवति तत्र तस्य पदस्य उभयोः पार्श्वे ससम्बन्धिकपदार्थः भवति इति. अस्तु भगिनि, अग्रे. इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः. प्रभृति इत्युक्ते आरभ्य, इत्युक्ते यद्वाक्यं भवती पठितवती तद् अभावात् आरभ्य अपि वक्तुं शक्यते इति. अस्तु, अग्रे पठतु, तदा अवगच्छति. अस्तु, अभावनिष्ठ, अस्तु अस्तु, अवगच्छति इदानीम्. अभावनिष्ठ अनुयोगिता निरूपिता जलनिष्ठ प्रतियोगिता निष्ठ अवच्छेद्यता निरूपिता अवच्छेदकता आश्रयः जलत्वम्, अवगच्छति? अवगच्छति इदानीम्, अभावतः गच्छति प्रभृति तदेव खलु, तत्रापि प्रभावतः अपि वक्तुं शक्नुमः अभावं किम् इति. अभावात्, प्रथमवाक्ये अभावः कीदृशः इति विवरणम् अभवत्. आम्, अधुना जलत्वम् अन्ततो गत्वा जलत्वम् इति प्राप्तवन्तः खलु, तर्हि जलत्वं कीदृशम् इति तत्र प्राप्तम्. अस्तु भगिनि, जलत्वं कीदृशम् इत्युक्ते अभावतः गन्तव्यम्, अभावनिष्ठ अनियोगिता निरूपित इति. अभावनिष्ठ अनियोगिता निरूपित जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यथा निरूपित अवच्छेदकथा श्रयः जलत्वम् इति. जलत्वं कीदृशम् इत्युक्ते. अस्तु, एवमेव अग्रिमचित्रं विवृणोतु भगिनि. अस्तु भगिनि, वृष्टिजलनिष्ठ वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः पुनः वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः। हा, बहु समीचीनमस्ति भगिनि। अधुना अभावात् आरभ्य अस्तु एकनिमिषम्। अभावनिष्ठ अनुयोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपिता अवच्छेदकता आश्रयः वृष्टिजलं वृष्टिजलत्वम्। हा, बहु सम्यक् अस्ति। अस्तु, इति नैपुण्यं जातं। हा, सर्वेषां नैपुण्यं जातं, केवलं एरोस् फालो करोतु। अस्तु, शरम् अनुसृत्य गच्छतु। उपरि गमनार्थं निष्ठ, अधोगमनार्थम् आश्रयः वान्वति इति एव अस्ति। अस्तु, अग्रिमवाक्यं पठतु। भवती उक्तवती एव द्वितीये द्वितीये वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः इति। ओ अस्तु भगिनि, पूर्वं यत् उक्तवती तदेव इति मन्ये। तावदेव अस्ति अभाववर्णनम्, अपि च अभावात् आरभ्य वृष्टिजलत्वपर्यन्तमपि गतवन्तः। अस्तु, तर्हि अस्य प्रयोजनं किम् इति चेत् प्रतियोगिता कीदृशी इति वर्णनं। यथा मया पूर्वम् उक्तम्, अस्माकं मुख्यं लक्ष्यम् अस्ति प्रतियोगिता कीदृशी। तर्हि चित्रस्य उपरितनभागे यदस्ति वृष्टिजलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता इति अस्माकं लक्ष्यम्। अवगच्छति। तां प्रतियोगिताम् उपयुज्य अभावः कीदृशः इति अपि वक्तुं शक्यते पुनः अग्रे गत्वा। अस्तु, इति अस्ति अस्माकं लक्ष्यम्। अस्तु, आं भगिनि, अवगच्छति। हा, सङ्गीता भगिनी अग्रे पठति वा? भगिनी, एकः प्रश्नः अत्र, दीर्घवाक्यम् अस्ति, तस्मिन् तत्र डेश् इति अस्ति, तस्य प्रयोगः कः? तत्र किमपि केवलं पृथक्करणार्थं भगिनि, केवलं किञ्चित् तत्र अवधानं दत्त्वा, इत्युक्ते व्यवधानम् अस्ति चेत् पठनार्थं सौकर्यं भवति इति। वस्तुतः तत्तु समस्तपदमेव। वृष्टिजले निष्ठ, वृष्टिजलत्वनिष्ठ, वृष्टिजलत्वनिष्ठा अवच्छेदकता इति कर्मधारयसमासः भवति, परन्तु तत्र निष्ठ इति एव प्रातिपदिकमेव तिष्ठति समस्तपदे। तद् डेश् इति यद् उक्तमस्ति, तत्र दत्तमस्ति, तत्तु केवलं पठनसौकर्याय तावदेव। अस्तु, अस्तु भगिनि, अस्तु, सम्यक्। सङ्गीता भगिनी अग्रे कृपया। अस्तु भगिनि, एवम् अभावनिष्ठ इत्यादि चिन्तनीयम्। एवं स्वातिनक्षत्रीयवृष्टिजल अभावस्थले अपि वक्तव्यम्। अत्र चित्रं वक्तव्यं किल स्वा भगिनि? आमामां भगिनि, विवृणोतु कृपया। स्वातिनक्षत्रीयवृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्य आश्रय जलनिष्ठ प्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः। बहु समीचीनमस्ति। अयम् अभावः कीदृशः अभावः? कस्य अभावः? स्वातिनक्षत्रीयवृष्टिजलस्य अभावः। हा, समीचीनम्। अन्ततो गत्वा अभावः इति यद्दृश्यते, सः अभावः स्वातिनक्षत्रीयवृष्टिजलत्वावच्छिन्न प्रतियोगितानिरूपित अनुयोगिताश्रयः खलु, अतः स्वातिनक्षत्रीयवृष्टिजलाभावः इति वदति। अस्तु भगिनि, अधुना स्वाति अभावात् आरभ्य अपरस्मिन् दिशि। अस्तु, अभावनिष्ठ अनुयोगिता निरूपित स्वातिनक्षत्रीयवृष्टिजल प्रतियोगितानिष्ठ अवच्छेदता निरूपित अवच्छेदक आश्रय स्वातिनक्षत्रीय वृष्टिजलत्वम् अवच्छेदकताश्रय इति वक्तव्यम् अवच्छेदकता आश्रय जलत्वम् पुनः एकवारं वदतु तर्हि अभावनिष्ठ अभावनिष्ठ अनियोगितानिरूपित स्वातिनक्षत्रीय वृष्टिजल प्रतियोगितानिष्ठ किञ्चित् किमपि स्थापनीयं निष्ठ अथवा आश्रय अस्तु किमपि स्थापनीयमेव स्वातिनक्षत्रीयवृष्टिजलनिष्ठ प्रतियोगिता इति वक्तव्यं स्वातिनक्षत्रीयवृष्टिजलनिष्ठ वृष्टि भगिनी न अवगतं कुत्र निष्ठ भगिनी भगिनी स्वातिनक्षत्रीयवृष्टिजलप्रतियोगिता इति उक्तवती तद् न साधु अस्तु अस्तु निष्ठा इति स्थापनीयं स्वातिनक्षत्रीयवृष्टिजलप्रतियोगितानिष्ठ भगिनी अवच्छेद्य तदेव वदामि स्वातिनक्षत्रीयवृष्टिजलम् इत्यस्मात् उपरि गच्छति खलु प्रतियोगितापर्यन्तम् उपरिगमनार्थं निष्ठा इति स्थापनीयम् एव भवती सम्यक्तया एव उक्तवती अभावनिष्ठ अनुयोगिता निरूपित तत्र किं वक्तव्यं स्वातिनक्षत्र नक्षत्रीयवृष्टिजल निष्ठप्रतियोगिता किं वक्तव्यं भगिनि निष्ठा वक्तव्यं भगिनि तावदेव स्वातिनक्षत्रीयवृष्टिजलनिष्ठा अवच्छेद्यता निरूपित तत्र तदेव एवं करोतु उपरितनचित्रं प्रदर्शयतु वृष्टिजलम् अत्र तु फिल् इन् द ब्लाङ्क्स् इव अस्ति खलु तद् प्रायः अस्तु भ्रमजनकः स्यात् इति तर्हि उपरितनचित्रं प्रदर्शयतु वृष्टिजलचित्रं सत्यं ततः तत्र स्वातिनक्षत्रीयवृष्टिजल पूरितव्यं जलत्वम् इति अभावनिष्ठ अनुयोगिता निरूपित स्वातिनक्षत्रीयवृष्टिजल प्रतियोगिता एकनिमिषः भगिनि स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता इति वदतु तावदेव ओ अस्तु स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता निष्ठ अवच्छेद्यता अवच्छेद्यता निरूपित अवच्छेदकता आश्रय जलत्व स्वातिनक्षत्रीयवृष्टिजलत्वं समीचीनं तावदेव अस्ति अस्तु तर्हि सर्वेषां मनसि स्पष्टता जाता इति भाति अस्तु अग्रे पठतु भगिनि वाक्यद्वयमस्ति अत्र च अभ्यासाय पट सामान्य अभावः नीलपट अभावः च ग्राह्यः तत्र अवच्छेद्य अवच्छेदकभावः निरूप्य निरूपकभावः प्रतियोगी अनुयोगीभावः च आलोचनीयः अत्र च अभ्यासाय पूर्वं वृष्टिजलं जलत्वं वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलत्वम् एतत् स्वीकृत्य वयं ये सर्वे अभ्यासं कृतं तादृशम् एव इदानीं पटत्वं पट सामान्य अभावः नीलपट अभावः एतत् सर्वं स्वीकृत्य अभ्यासं करणीयम् इति लिखितम् अस्ति अत्र समीचीनं भगिनि तर्हि गृहपाठ अत्र कथं गृहपाठरूपेण एतत् कुर्वन्तु अस्तु अवच्छेद्य अवच्छेदकभावः सर्वत्र अस्ति अवच्छेद्य अवच्छेदकभावः अस्ति चेत् निरूप्य निरूपकभावः अवश्यम् अस्ति अपि च प्रतियोगी अनियोगीभावः अस्ति चेत् तयोः मध्ये अपि निरूप्य निरूपकभावः अवश्यमस्ति तत्सर्वं चिन्तयतु पटाभावः पटसामान्याभावः नीलपटाभावः इति उदाहरणद्वयम् अत्र दत्तमस्ति खलु तद् स्वीकृत्य चिन्तयन्तु इति अस्तु अस्तु अन्ततो गत्वा अजितमहोदय अग्रे अग्रिमचित्रं भवान् किञ्चित् वक्तुं शक्नोति वा? इत्युक्ते अवच्छेदक अवच्छेद्यभावः केवलं प्रतियोगिता अनियोगितास्थलेन, यथा विद्याभगिनी पृष्टवती आधेयता अधिकरणता तत्रापि अस्ति. किञ्चित् वदति वा तत्र महोदय? अहं प्रयत्नं करोमि भगिनि. तत्र एकचित्रमस्ति यज्ञदत्तः आसनं, तस्मिन् मध्ये निरूपणं कथमिति वयं पश्यामः. तत्र यज्ञदत्तनिष्ठ यज्ञदत्तत्वं यज्ञदत्तत्वनिष्ठ यज्ञदत्तनिष्ठ यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः आधेयता निरूपित आसननिष्ठ अधिकरणता. समीचीनं महोदय, बहु सम्यक् तावत् पर्यन्तं गतवान्. आसननिष्ठ अधिकरणता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः आसनत्वम् इति वदामः. बहु सम्यक्, समीचीनं. तर्हि एरोस् पश्यतु, आधेयता इत्यस्मात् अधिकरणतापर्यन्तं गच्छति शरः खलु, यतोहि तयोः मध्ये निरूप्यनिरूपकभावः अस्ति. अत्र चित्रस्य भागद्वयम् अस्ति, प्रथमं यज्ञदत्तः, तस्मिन् यज्ञदत्तत्वम् आधेयत, यज्ञदत्तत्वावच्छिन्न आधेयत. तत्र आसने अधिकरणता, आसनत्वावच्छिन्न अधिकरणता आसने इति चित्रस्य भागद्वयं. भागद्वयस्य किं कनेक्षन् किम् अस्ति इति चेत् आधेयता निरूपित अधिकरणता इति महोदयेन प्रदर्शितम्. अस्तु महोदय, आसन इत्यस्मात् आरभ्य वदति चेत्. अत्र आसन इति अस्मादारभ्य वदति चेत् तत्र वयम् अधिकरणता अधेयता निरूप्यामः. तत्र आसननिष्ठ आसनत्वं, निष्ठ अवच्छेदकता निरूपित, अवच्छेद्यताश्रयः अधिकरणता निरूपित, यज्ञदत्तनिष्ठ यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः आधेयता इति प्रायः तदपि वक्तुं शक्यते. अथवा आसननिष्ठ आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता इति उक्त्वा ततः अग्रे गन्तुं शक्नोति. यज्ञदत्तनिष्ठ आधेयता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः यज्ञदत्तत्वं तावत्पर्यन्तं गन्तुं शक्नोति. अस्तु, समीचीनं. तर्हि अत्र स्थगयामः. अत्र किमपि जाटिल्यं नास्ति, केवलं किञ्चित् समयं यापयित्वा चित्राणि परिशीलनीयानि सन्ति, तावदेव. अपि च यत्र परिशीलनं भवति तत्र यन्त्रवत् मा गच्छन्तु, उपरि गमनार्थं निष्ठ अधोगमनार्थम् आश्रय तथा मा गच्छन्तु. किञ्चित् चिन्तयन्तु. अस्तु, वृष्टिजले वृष्टिजलत्वमस्ति, प्रतियोगिता अस्ति चेत् उभयोः मध्ये अवच्छेदक अवच्छेद्यभावः अस्ति, तथा चिन्तयित्वा अग्रे गच्छन्ति चेत् सर्वम् अवगन्तुं शक्यते इति. अस्तु, कोऽपि प्रश्नः वा भगिनि? अत्र अवच्छेद्यता अपि च अवच्छेदकता, अत्र आधेयता अधिकरणता, अत्र किं ज्ञातुं प्रयत्नं कुर्मः? मम स्पष्टता नास्ति. अग्रिमसप्ताहे पठेम, किन्तु मम मनसि अपि तावत् स्पष्टता नास्ति. ते वदन्ति यत् अत्र पृथ्वी अपि च पृथिव्यां गन्धः, द्रव्यं च गुणः, तत्र आधाराधेयभावः वर्तते खलु, तत्र प्रतिपादनार्थम् इति. अस्तु, इति एव प्रयोजनं भगिनि. वस्तुतः यज्ञदत्तः आसनं यः कोऽपि भवतु, यज्ञदत्तः अस्माकं सः विषयः नास्ति. अधिकरणता अधेयता यत्र आगच्छति न्यायशास्त्रे तत्र इत्युक्ते द्रव्ये गुणः अस्ति चेत् तत्र अधिकरणता अधेयता आगच्छति खलु, तत्र एतेषां प्रयोगः भवतु इति. अहं प्रश्नः सम्यक्तया न पृष्टवती, इतोपि किञ्चित् चिन्तयित्वा अग्रिमसप्ताहे पृच्छामि. अस्तु अस्तु अस्तु, अस्तु तर्हि गृहपाठरूपेण पटसामान्याभावः नीलपटाभावः इति स्वीकृत्य चित्रं रचयन्तु, अपि च मनसि भवेत् यद् यत्र सम्पर्कः भवति कनेक्षन् तत्तु निरूपित इति उपयुज्य यत्र सम्पर्कः भवति तदा ससम्बन्धिकपदार्थयोः मध्ये एव तादृशनिरूपित इति सम्पर्कं कर्तुं शक्नुमः इति उपयुज्य चित्राणि रचयन्तु. अस्तु अस्तु तर्हि अत्र स्थगयामः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः.